नमः सर्वेभ्यः, पुनः अस्माकं पाणिनीयव्याकरणचिन्तनवर्गे सर्वेषां स्वागतम्। अद्य अस्माकं विषयः अस्ति अनुनासिकान्त अङ्गम्, अनुनासिकान्तधातवः इत्यस्मिन् विषये कानि सूत्राणि तत्र कार्यं कुर्वन्ति। अपि च तत्र वयं गते सप्ताहे हन् धातोः विषये पठितवन्तः, तत्र हन्तेर्जः इत्यस्मिन् विषये अधीतवन्तः। अपि च यङ्लुकि जङ्गन् इति धातुः अस्ति, हन् धातुः अपि जङ्गन् द्वयोर्मध्ये किञ्चित् तुलनामपि कृतवन्तः। तत्र यत्र हि इति प्रत्ययः परः अस्ति, तत्र यथा वयं वर्गे कृतवन्तः, पुनः स्मरणार्थं किञ्चित् पुनस्मरणं कुर्मः। तत्र यत्र जङ्गन् योगः हि इति अस्ति, तत्र किं चिन्तनम् इति सुब्रह्मण्यमहोदय वदति वा? अस्तु भगिनि, जङ्घन् योगः हि, जङ्घन् इति मूलधातुः अस्ति हन्, हि इति अपित्वात् नित् प्रत्ययः, अपि च जलादिनित् प्रत्ययः, अतः इदानीमत्र जङ्घन् योगः हि यदा अस्ति, अत्र अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झिलिक्निति इत्यनेन अत्र किं भवति इत्युक्ते अनुनासिकलोपः भवति। अतः अत्र जङ्घयोगः हि, इदानीम् अत्र यदा जङ्घयोगः हि भवति, अत्र रूपं भवति जङ्घहि इति। अत्र यत् सूत्रमिदानीमेव भवती उक्तवती, अत्र हन्तेर्जः, तस्य प्रसक्तिः न भवति। किमर्थमित्युक्ते हन्तेर्जः इत्यस्मिन् सूत्रे अत्र धातुनिर्देशः टिपा कृतः, अतः अत्र वयं पूर्वं दृष्टवन्तः एका परिभाषा प्रथमा आसीत् अत्र प्रकृतिग्रहणे यङ्गलुगन्तस्यापि ग्रहणमिति। सा परिभाषा अत्र यद्यपि तस्याः प्रसक्तिः अस्ति, परन्तु अन्या परिभाषा अस्ति येन स्थिपानिर्दिष्टं भवति चेत् तत्र तस्य कार्यं यङ्लुकि न भवति इति। अतः अत्र जङ्घहि एव रूपं भवति। समीचीनं महोदय, ततः अग्रे किमपि चिन्तनमस्ति वा अत्र जङ्घहि? जङ्घहि अत्र वर्गे वयं किञ्चित् दृष्टवन्तः, परन्तु अत्र यदा जङ्घहि इति भवति तदानीं अत्र प्रश्नः जङ्घहि इत्यस्मिन् विषये, अत्र जङ्घहि इत्यस्मिन् विषये तु अधिकं चिन्तनं नास्ति किल भगिनि? अत्र हन्तेर्जः इति न इदानीम् अत्र अतो हेः इत्यस्य कार्यमस्ति वा न वा इति द्रष्टव्यम्। अतो हेः अपि अत्र किमस्ति इत्युक्ते यदा जङ्घयोगः हि भवति, अत्र अतो हेः इति इत्यस्य प्रसक्तिः अत्र अस्ति वा न वा इति प्रश्नः। इदानीम् अत्र जङ्घन् योगः हि इत्यस्मिन् अत्र नकारस्य लोपः अभवत्, परन्तु अत्र अनुदात्तोपदेशवनति तनोत्यदीनाम् अनुनासिकलोपो झलिक्निति इत्यस्य आश्रयः अस्ति अस्मिन् प्रसङ्गे हि इति, अपि च अतोहेः कृते अपि आश्रयः अस्ति हि। इदानीं सूत्रद्वयमपि अत्र आभीय कार्यक्षेत्रे, अतः पूर्वं यत् कार्यम् अभवत् तत् कार्यम् अतोहेः इदानीं न पश्यति, अतः अत्र अतोहेः कृते तु नकारः अस्ति एव, अतः अतोहेः इत्यस्य कार्यं न भवति, अतः अत्र जङ्घैः एव रूपम्। हा, बहु सम्यक् महोदय, धन्यवादः। अग्रे अत्र पुष्पा भगिनी, हन् योगः हि तत्र किं भवति? हन् तु अत्र जकारः आयाति, कथम् आयाति एकनिमिष, क्वचित् चेत् सर्वस्य स्थाने आदेशः भवति, न तु अन्त्यस्य जहेन्त हन्तेर्ज इत्यनेन जकारः आयाति हकारस्य स्थाने। हा, समीचीनं। जा योगः हि जहि इति तिष्ठति, जहि इति इष्टरूपं, तत्तु सत्यम्। अत्र हन् इति स्थितौ अन्यत् किमपि कार्यं करोति वा? नकारस्य लोपः भवति, तत्तु अत्र बहु चर्चा गतः। किमपि वक्तुम् इच्छति वा? बहु चर्चा अस्ति, बट् तत्तु अनुदात्तौ, एकनिमिष, अनुदात्तौ क्विजलो, न न अनुदात्तौ उपदेश वनिता वनति तनो इत्यादीनाम् अनुनासिक लोपे झलि इति तत् कार्यं करोति, परन्तु हे अतोहेः न अतोहेः का कार्यं न, अतोहेः तु प्रत्ययस्य कार्यं न तत् कार्यं करोति। हन्तेषु तत् कार्यं न करोति न, भगिनि तत् कार्यं न करोति, तत्तु अतोहेः कथं वा कार्यं करोति, नकारस्य लोपानन्तरं वा? ह्रस्व अकारात् अङ्गात् परस्य हि इत्यस्य लुक् भवति, तत्तु अतः पञ्चम्यन्तं हे पुषाके, अतः अङ्गात् हे अत्र अङ्गात् हे लुक्, हे लुक् हे हकारस्य लोपः भवति इति वदति, नकारस्य लोपः न अत्र न। हा, अत्र भवती किम् उक्तवती, प्रथमतया किं सूत्रं कार्यं करोति? हन् योगः हि इति स्थितौ, हन् योगः हि इति स्थितौ जकारः आयाति अनेकाश्चित् सर्वस्य इत्यनेन, तत्र जकारः जन् योगः हि, अत्र जयोगः हि नकारस्य लोपः भवति, कथं वा भवति लकारस्य, इदानीं जकारः आगच्छति खलु, जकारः आगच्छति, नकारस्य लोपः प्रथमतया लोपः भवति न, किमर्थं प्रथमतया लोपः भवति अत्र अकारः अनुदात्तो तथैव कार्यं करोति कर्तुं तिष्ठ अस्ति न तु न करोति, कथं न करोति कनकं, तत्तु हन्ते त्वं उच्यतु वक्तुं। अस्तु अस्तु अस्तु भगिनि, सरला भगिनि किञ्चित् साहाय्यं करोति वा? जानामि, ओके, हन्ते च आभीय कार्यम् अस्ति, अनुदात्तोपदेशे वनोति तनोति अनुनासिकस्य अपि आभीय कार्यम् अस्ति, एक कारणम् अस्ति कि आभीयकार्यं केवलम् एकवारं भवति पूर्व अतो हे अनुदातोपदेशे वनोति तनोति तस्य सूत्रसङ्ख्या अस्ति षष्ठम् अध्यायसे चतुर्थपादे सप्तत्रिंशन् हन्ते च तस्य सूत्रसङ्ख्या अस्ति षष्ठ अध्यायस्य चतुर्थपादे षष्ठत्रिंशत् सूत्रं तत् पूर्वसूत्रमस्ति अपि हन्ते च विशिष्टसूत्रमस्ति केवलं हन्धातु प्रति अस्ति तस्य कार्यं केवलं भवति लघुकार्यम् अस्ति विशिष्ट कृते विशिष्ट अस्ति तस्य कार्यं भवति यत् कार्यसिद्धा इति अपि भवति अत्र अनुदातोपदेशे प्रसक्ति नास्ति तदनन्तरं यदि जहि भवति तस्य अनन्तरम् अतो हे तस्य कार्यं न भवति कारणात् अभिकार्यं यदि एकवारं भवति द्वितीयवारं न भवति अतो हे असिद्ध सूत्रमस्ति असिद्धति तत् हन् पश्यति अतः अतो हि तस्य कार्यं न भवति अनन्तरं न भवति चहि यदि या भवति तर्हि भगिनी यत्र यत्र यत्र भवती हन्तेर्जः इत्यस्य कार्यं कृतवती तत्र अनुदात्त उपदेश वनति तनोत्यादीनाम् इत्यस्यापि प्रसक्तिः आसीत् खलु कथं भवती द्वयोः मध्ये कः सम्बन्धः हि हन्तेज तस्य निमित्तम् अस्ति हि हन् धातो हि यदि हि परे अस्ति अनुदात्तोपदेशे तस्य निमित्तम् अस्ति कितिङिति परे हकार कितिङिति परे अस्ति कितिङिति अपित् अस्ति हकार अत्र अपित् कितिङिति इति भवति सो हकार अपि कितिङिति परे तस्य कारणे हकारद्वे सूत्रे प्रति हकारनिमित्तं भवति अतः तत् निमित्तं भूत्वा हन्ते च प्रथमं कार्यं करोति कस्य बलेन अपवादबलेन वा अपवादबलेन वा नित्यसूत्रं बलेन अपवादबलेन आम् आम् परन्तु वर्गे वयं चर्चितवन्तः अपवादबलेन नास्ति अभियकार्यं अभियकार्यं प्रथमम् एकवारं भवति द्वये अभियकार्यम् अस्ति अन्ते च अनुदातोपदेश अपि द्वयोः एकत्र प्राप्तिः अस्ति खलु समानस द्वयोः प्रसक्तिः अस्ति किन्तु स्थलं भिन्नम् अस्ति वर्गे चर्चितवन्तः अनुदातोपदेशे केवलं नकारस्य रूपं भवति हन्ते च पूर्णधातोः तस्य स्थाने आगच्छति जकार अनेकापि अस्ति तस्य संक्षेपम् निर्णयं किं भवत् अस्तु इदानीमपि वयं तस्मिन् विषये चिन्तनं कुर्वन्तः स्मः अत्र वस्तुतः द्वयोः सूत्रयोः प्रसक्तिः अस्ति यथा भवती उक्तवती अत्र चिन्तनमस्ति अपवादः अस्ति वा नित्यसूत्रमस्ति वा अत्र अत्र प्रमुखप्रश्नः अस्माकं वर्गे किम् आसीत् इत्युक्ते यदा हि परत्वात् अनुदातोपदेशवनतितनोत्यादीनाम् इति प्रथमं कार्यं करोति चेत् तत्र नकारस्य लोपः भवति ह योगः हि इदानीमपि धातुसंज्ञा अस्ति इति कृत्वा इदानीं हन्तेर्जः इत्यस्य कार्यं भवति कार्यं भूत्वा जहि इति भवति वा तत्र तस्मिन् सन्दर्भे अत्र धातुसंज्ञा तु अस्ति परन्तु इदानीम् अङ्गमपि अस्ति यदा हि अङ्गम् अङ्गम् अस्ति अनन्तरं प्रत्ययः अस्ति तत्र अङ्गसंज्ञा अपि अस्ति धातुसंज्ञा अपि अस्ति नकारस्य लोपानन्तरमपि धातुसंज्ञा तत्र तिष्ठति इति महोदयेन उक्तं, तथा अस्ति चेत् तत्र हन्तेर्ज इत्यस्य कार्यं तु भवितुमर्हति, परन्तु तत्र इतोपि किञ्चित् चिन्तनम् आवश्यकं, प्रायः महोदय अग्रिमसप्ताहे तस्मिन् विषये वदति। परन्तु अत्र पुष्पभगिनी यद् उक्तवती तत्तु समीचीनमेव। अत्र यदा हि अनुदात्तो उपदेश वनति तनोति अधीनम् इति कार्यं करोति ह योगः हि, अस्मिन् सन्दर्भे अतो हे हे हन्तेर्जः द्वयोः सूत्रयोः प्रसक्तिः अस्ति, तर्हि तत्रापि पुनः चिन्तनीयम् अतो हे हे हन्तेर्जः, परन्तु हतो हे हे यथा पूर्वम् अनुदात्तोपदेश वनति तनोति अधीनम् अपि च अतो हे हे द्वयमपि आबीयकार्यं, तर्हि अतो हे हे इत्यस्य दृष्ट्या हन् इति एव अस्ति, अतः अतो हे हे इदानीं तत्र कार्यं न करोति। अन्यत् किमपि चिन्तनम् अस्ति वा अस्मिन् विषये? भगिनी, अत्र यदा आबीयकार्यं कुर्मः तत्र सूत्रसङ्ख्यायाः प्राधान्यम् अस्ति वा न वा? आबीयकार्यम् आबीयकार्यक्षेत्रमस्ति, षष्ठाध्यायस्य चतुर्थपादे त्रयोविंशतितमसूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपाद अन्तपर्यन्तम् आबीयकार्यम् इति अस्ति, परन्तु यत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति समानकाले समानस्थले, तत्र तु यथा पूर्वम् अत्र बाध्यबाधकभाव तादृशचिन्तनमेव कुर्मः, अभ्यकार्यं वा न वा तत्तु अनन्तरं। यथा पूर्वम् अत्र विप्रतिषेधः अस्ति वा, तुल्यबलविरोधः अस्ति वा, नित्यसूत्रम् अस्ति वा, अन्तरङ्गं वा, तत्सर्वं वयं दृष्ट्वा एकं कार्यं यदा हि भवति तदनन्तरं तत्र द्वितीय आबीयकार्यम् आगच्छति चेत् तत्र आबीयकार्यक्षेत्रं तत्र सिद्धवदत्राबाद् इत्यस्य प्रसक्तिः अस्ति वा इति द्रष्टव्यम्। स्पष्टं वा भगिनि? आम्, किञ्चित् चिन्तनं तत्रैव यदा हन्तेर्जः अनुदात्त उपदेशमनति तनोत्यादि इति द्वयोः सूत्रयोः प्रसक्तिः एकस्मिन् स्थले आगच्छति चेत् आबीयकार्यं तु अस्ति। किं सूत्रं प्रथमम् आगच्छति इत्यपि तत्रापि किमपि तत्र द्वयोः सूत्रयोः प्रसक्तिः, तर्हि अत्र प्रथमतया वर्गे वयं किं कृतवन्तः इत्युक्ते परत्वात् अनुदात्त उपदेशं प्रथमं कार्यं करोति इति चिन्तितवन्तः, तत्र विप्रतिषेधे परं कार्यम् इति तादृशचिन्तनं कृतवन्तः। परन्तु मम प्रश्नः अस्ति, यतोहि कार्यस्थलं भिन्नम् अस्ति, यत्र कार्यस्थलं समानम् अस्ति तत्र एव एकत्र प्राप्तिः इति कृत्वा विप्रतिषेधे परं कार्यम् इति कार्यं करोति, परन्तु यत्र कार्यस्थलमेव भिन्नं तत्र कथं वा विप्रतिषेधे परं कार्यम् इति मम प्रश्नः अपि अस्ति। भगिनी, अत्र नित्यकार्यं तत् न अवगच्छामि, रामप्रिया भगिनी भवती एव वदतु, नित्यत्वं कथं कार्यं करोति अत्र? नित्यत्वम् इत्युक्ते यदा एकं सूत्रं प्रथमम् आगत्य कार्यं करोति, अनन्तरं द्वितीयसूत्रं यदा अस्मिन् स्थले वयं पश्यामः चेत् प्रथमं तु हन्तेर्जः इति उक्तवन्तः, तत्र जकारः आदेशरूपेण आगच्छति, अनन्तरं तत्र नित्यत्वं कथम् आगच्छति? हन्तेर्जः इत्यस्य प्रसक्तिः पुनः अपि अस्ति इति वदति वा भगिनि? अत्र हन्योगः हि इति स्थितौ यदि अत्र यदि हन्तेर्ज प्रथमं कार्यं करोति तदनन्तरम् अनुदात्तोपदेश वनति तनोति अधीनाम् इत्यस्य प्रसक्तिः नास्ति, तर्हि अत्र अनुदात्तोपदेश वनति तनोति अधीनाम् इति नित्यसूत्रं न भवितुम् अर्हति। परन्तु यदि अनुदात्तोपदेश वनति तनोति अधीनां प्रथमं कार्यं करोति तर्हि नकारस्य लोपः भवति, ह योगः हि इति अस्ति, इदानीं तत्र धातुसंज्ञा अस्ति, हन् इति धातुः अस्ति इति कृत्वा इदानीं हन्तेर्ज इत्यस्य कार्यं भवति तर्हि हन्तेर्ज इत्यस्य प्रसक्तिः पूर्वम् अपि आसीत् अनुदातो उपदेशवान कार्यानन्तरमपि अस्ति इति कृत्वा हन्तेर्ज इति नित्यसूत्रम् इति तथा चिन्तनं सम्यक् तद् समीचीनम् अस्तु अन्यत् किमपि अस्ति वा अस्मिन् सन्दर्भे नो चेत् अग्रे सरेम अस्तु अस्तु भगिनी रामप्रियभगिनी भवती एव वदतु हण्योगः अन्ति हण्योगः अन्ति इति आम् तत्र तु अन्यत् सूत्रम् आगच्छति आम् हण्योगः अन्ति अन्ति तु अपित् अस्ति अजादि अपित् तत्र एकं सूत्रं वयं दृष्टवन्तः हो हन्तेर्निन्नेषु इति सूत्रेण हकारस्य स्थाने गकारादेशः भवति स्थानेन्तरतमः इति परिभाषा सूत्रेण अनन्तरं घन् योगः अन्ति इदानीं तत्र क्षम्यतां भगिनि गकारः कथमायाति हो हन्तेर्निन्नेषु इति सूत्रेण हकारस्य स्थाने गकारादेशः भवति इदानीं तत्र घञ्योगः अन्ति इति स्थितिः अनुदात्त उपदेश वनतितनोत्यादीनाम् अनुनासिकलोपो जलिङिति इति सूत्रेण तत्र अङ्गस्य लोपः जलिङिति न तत् सूत्रं न कार्यं करोति अत्र तु अजादि अस्ति अतः गमहन जन गसां लोपः नित्यनङ्गी इति सूत्रेण उपादायाः लोपः भवति अतः घ्नन्ति इति रूपम् आम् अजादि अस्ति भवती प्रथमतया हो हन्तेर् निर्णेषु इति सूत्रं कार्यं करोति इति उक्तवती सत्यं वा तदपि 97 अस्ति न सूत्रसङ्ख्या इत्यस्य विषयः नास्ति पर नास्ति हन् हन् हन् इत्यस्मिन् सन्दर्भे हो नकारः आमामां तत्र नकारः परे अस्ति अतः हन् धातोः हकारस्य स्थाने कवर्गादेशः भवति परन्तु इदानीम् अत्र हन् इत्यस्मिन् सन्दर्भे नकारः परः अस्ति वा हन् इति सन्दर्भे हकारस्य परे नकारः अस्ति ह इत्यस्य अनन्तरं ह इत्यस्य अनन्तरम् ओहोहो अतः एतत् प्रथमम् आगत्य अनन्तरं तदा गच्छति वा सत्यम् अस्तु पुनः एकवारं अहं सूत्रं पृष्ट्वा सूत्रसङ्ख्या दृष्ट्वा अहं चिन्तितवती एतादृशम् इति अस्तु इदानीं हन्योगः अन्ति अजादि अपित् अस्ति अतः गमहनजनकसां लोपः नित्यनङ्गी इति सूत्रेण उपधायाम् उपधायाः लोपः भवति घ्नन् क्षम्यतां घ्नन् इति भवति हन् अनन्तरं हो हो हन्तेर्निन्नेषु इति सूत्रमागत्य हकारस्य स्थाने गकारादेशः भवति घ्नन्ति इदानीं समीचीनमस्ति धन्यवादः अग्रे अत्र सुब्रह्मण्यमहोदय अत्र हो हन्तेर्निन्नेषु इत्यस्य प्रसक्तिः अन्यत्र कुत्रापि अस्ति वा तत्तु घ्नन्ति इति न घ्नन्ति या तदेव भगिनी उक्तवती खलु महोदय कृपया यदा अत्र जङ्घन् योगः अति अस्ति अत्र यङ्ग्लुकि जङ्घन् योगः अति अत्रापि न अत्र न भवति किमर्थम् इत्युक्ते अत्र जङ्घन् अत्र केवलं गमहनजनखनघसान् लोपः नित्यनङ्गि इत्यस्य एव अत्र कार्यं तदानीमत्र उपधास्थितस्य स्वरस्य लोपः जघ्नयोगः अति इदानीं चिन्तनं भवति स्म अत्र हो अन्ते निन्येषु इत्यस्य कार्यं भवति वा इति, परन्तु अत्र धातुः तु हन् धातुः एव, परन्तु अत्र हन्ते हे इति हन्ति इत्यस्य षष्ठीविभक्त्यन्तरूपम्, अतः अत्र पुनः द्वितीयपरिभाषा सूत्रं यदस्ति तेन अत्र एतस्य प्रसक्तिः न भवति, अतः जघ्नति एव रूपं भवति। परन्तु हन् धातोः अत्र यत्र कुत्रापि अत्र अनन्तरं अत्र गमहन जनखनघसां लोपः कित्यनङ् इत्यनेन हन् धातोः यत्र अत्र अकारस्य लोपः भूत्वा अकारात् परं नकारः भवति तत्र तत्र हो हन्ते निन्येषु इत्यस्य कार्यं भवति एव, यथा लोट् लकारस्य प्रथमपुरुष बहुवचने भवति, प्रथमपुरुष बहुवचने भवति एव। जङ्गन् योगः अति तस्मिन् सन्दर्भे हो हन्ते निन्नेषु इत्यस्य प्रसक्तिः एव नास्ति, यतोहि अत्र हकारः एव नास्ति खलु महोदय, जङ्घन् ककारः जातः। हकारः नास्ति, हकारः नास्ति, तदपि समीचीनमेव, हकारः नास्ति एव अत्र, परन्तु हकारः नास्ति एव, हकारस्य स्थाने कवर्गीयव्यञ्जनम्, अतः तस्य प्रायः चिन्तनमपि न करणीयः एव। यतोहि अत्र यङ्ग्लुगन्तप्रसङ्गे हो हन्तेर्निन्नेषु इव अन्यत् सूत्रमस्ति, तेन सूत्रेण एव हकारस्य ककारः जातः, अतः एव अत्र जङ्घन् इति अस्ति। अस्तु अस्तु, अग्रे वदतु महोदय। अत्र मम एकः प्रश्नः अस्ति, यदि यङ्ग्लुगन्तधातु अस्ति जङ्घन् गमहनजनखनघसा, तत्र सूत्रं कार्यं न करोति वा? चित्तिपा प्रकृतिग्रहणे प्रकृति कस्य परिभाषा कार्यं करोति गमहनजनखनघसा? सत्यं भगिनि, हन् सत्यं प्रकृतिग्रहणेन एव तत्र प्रकृतिग्रहणे तस्य अनुदातो वनति तनोति इति, एतस्मिन् सूत्रे त्रे भागा अस्ति, एकमस्ति अनुदातु अनुनासक अनुसाक अनुनासाकन्त धातव, अत्र अत्र अस्ति स्थिपा निर्दिष्ट वनोति वन् धातुः, वनति तत्र तृतीयमस्ति गण निर्दिष्ट तनोति तनोति इति, यदि अनु शित्पा शप् तत् परिभाषा पूर्वं सूत्रं तस्य प्रति तस्य प्रसक्तिः नास्ति, एकमेकं भागस्य अन्य एप्लिकेशन् भवति। सम्पूर्णतया प्रश्नः न अवगतः, यदि वनोति तनोति अस्ति वयं वदामः तत् यङ्ग्लुकि तस्य कार्यं न भवति, यदि अनुनासिक उपदेशे अनुनासिक दातवती रघं हन् तत्र यङ्ग्लुकि दातव तस्य प्रसक्तिः अस्ति, एतत् सत्यं तत्र प्रसक्तिः अस्ति, अनुदातो उपदेश अनुदातो उपदेशदातवः तत्र अनुनासिकान्त अनुदातोपदेशदातवः तत्र तु प्रसक्तिः अस्ति, यतोहि स्थिपा निर्दिष्टं नास्ति न तु गणेन निर्दिष्टम्। अस्तु अस्तु, पूर्वसूत्रस्य परिभाषा पूर्वसूत्र प्रति कार्यं न करोति, सम्पूर्णसूत्र आगच्छति परिभाषा न न न प्रत्येकं भागं भागं भागं भूत्वा एव। अस्तु, एतत् मम स्पष्टीकरणार्थम् इष्टवती। अस्तु भगिनि, चिन्ता नास्ति। अस्तु महोदय, कृपया किं करणीयं भगिनि? अत्र अन्यत्र कुत्रापि यथा वर्गे वयं दृष्टवन्तः अत्र नौल् अथवा अन्यत्र कुत्रापि तादृशम् अत्र तादृशम् अत्र अन्ये कृदन्ताः सन्ति किल, अत्र हन्योगः नुल् अस्ति. नुल् इत्यस्य अत्र किं भवति इत्युक्ते अत्र युवो अत्र नकारः अपि च लकारस्य लोपः इत्संज्ञा भूत्वा चुटु अपि च हलन्त्यं तस्य लोपः इत्यनेन. अनन्तरमत्र वु इति अन अक भवति युवोरणकौ इत्यनेन. यदा हन्योगः अक अस्ति इदानीम् अत्र अक इति किमस्ति इदानीम् अत्र हन्योगः अक इदानीम् अत्र यदा तादृशं भवति अत्र अत्र अस्ति वा न अत्र न भवति किल भगिनि. अत्र किमर्थम् इत्युक्ते क्षम्यताम् अत्र हो हन्ते न्युन्नेषु इत्यस्मिन् अत्र किमस्ति इत्युक्ते अत्र एकनिमिषः अत्र णित् प्रत्ययः परः अस्ति. न्वुल् इति णित् प्रत्ययः अतः अत्र हो हन्ते निन्नेषु इत्यनेन अत्र हकारस्य स्थाने घकारः भवति. अतः घन् योगः अक. यदा घन् योगः अक अस्ति तदानीम् अत्र किं भवति इत्युक्ते अत्र हनस्तोचिन्नलोः इत्यनेन अत्र निप्रत्यये परे अत्र हन्धातोः नकारस्य स्थाने तकारादेशः भवति. अतः अत्र इदानीं घत् योगः अक. पुनः अत्र अक इति मूले तु णित् आसीत् अतः अत्र णित् प्रत्यये परे अत्र उपधायाः ह्रस्व अकारस्य वृद्धिः भवति अत उपधायाः इत्यनेन. अतः घत् इति घात् भवति. घात् योगः अक घातक इति रूपं निष्पन्नं भवति अत्र. तादृश सम्यक् सम्यक् अस्ति. कोऽपि प्रश्नः वा एतावत्? नकारस्य तकारकतमाय अपि वदतु महोदय. अत्र एकं सूत्रमस्ति भगिनि, अस्मिन् करपत्रे न दत्तमस्ति परन्तु अत्र सूत्रमस्ति हन्धातोः कृते. यदा हन्धातोः परे णित् प्रत्ययः अस्ति तदा किं भवति इत्युक्ते हन्धातोः नकारस्य तकारादेशः भवति भगिनि. हनस्तोचिन्नलोः इति एकं सूत्रमस्ति तेन. एकवारं हनस्तोचिन्नलोः इति एकं सूत्रमस्ति तेन. अस्माकं करपत्रे नास्ति इदानीं परन्तु तस्य प्रसङ्गः आगतः गतसप्ताहे गतवर्गे. अस्तु धन्यवादः महोदय. अग्रे अत्र पुष्पा भगिनी, हन् योगः घै इति अस्ति चेत् किं भवति, वदति वा? प्रयत्नं करोमि. घै घै तु हन् योगः घै घै तु नित् अस्ति घै भगिनि इत् अस्ति नित् नित् अस्ति तत्तु तत् एतद् कार्यं करोति न अनुदात् निथा किति निति अनुनासिकस्य कृजलो किति न तत् कार्यं करोति. प्रथमतया अत्र घञ् इति प्रत्ययः अनुबन्धानां निष्कासनान्तरं किं भवति? अत्र गकारस्य ककारस्य तत् लोपः भवति न लशक्वतदिते इति न ककारस्य लोपः इत्संज्ञा भवति लशक्वतदिते इति न ककारस्य इत्संज्ञा अनन्तरं तस्य लोपः इति न लोपः तस्य लोपः यकारस्य तु अन्त्य हलन्त्यम् इत्यस्य सत्यं तत्तु घञ् इत्यस्य इकारः एव तिष्ठति न एकारः कथं वैकारः ऐकारः ऐकारः न अकारः घकारः अकारः ञकारः तर्हि अकारः तिष्ठति अकारः तिष्ठति अकारः तत्तु अजादि अजादि अस्ति अजादि अपित् अस्ति अकारः एव तिष्ठति चेत् किमर्थम् अपित् इति वदति भवती अकारः न अपित् अपित् तु अस्ति परन्तु अपित् इत्यस्य महत्त्वं किम् अत्र अपित् इत्यस्य प्रत्ययः कीदृशप्रत्ययः न जानामि भगिनि चिन्ता नास्ति अत्र सरला भगिनी किञ्चित् सहायं करोति वा अस्तु घञ् प्रत्ययः अस्ति तत् यथा भवती उक्तवती लशकुतद्धते इति सूत्रेण घकारस्य संज्ञा भवति ञकारस्य हल्यन्त अनेन इत्संज्ञा भवति तस्य लोप इति सूत्रेण घकारण्यकारलोप भवति अवशिष्यते इति घञ् प्रत्यय ङिति अस्ति अतः हन् योग इदानीं हो हन्ते जुनेषु हन् धातोः परे ङिति परे अस्ति अतः हकारस्य स्थाने कवर्गीय स्थाने तुलान्त्यन्तरम् इति घकार आगच्छति घन् योग अ इति भवति इदानीं पुनः हनस्तो छिन्नो इति सूत्रेण नकारस्य स्थाने तकार आगच्छति घत् योग अ भवति पुनः अत् उपधायाम् इति सूत्रेण उपधायाम् अकारस्य वृद्धिसन्धि भूत्वा घात इति भवति घात घातः पुष्पभगिनी पश्यतु अत्र प्रत्ययः घञ् इति प्रत्ययः सार्वधातुकप्रत्ययः नास्ति तिङ्क्षित् नास्ति खलु अतः आर्धधातुकप्रत्ययः आर्धधातुकं शेषः इत्यनेन आर्धधातुकप्रत्ययः अतः यत्र आर्धधातुकप्रत्ययः अस्ति तत्र पित्त्वम् अपित्वम् इति तादृशचिन्तनं नास्ति नीति च कार्यं करोति अत्र तु कित् अपि नास्ति गित् अपि नास्ति नित् अपि नास्ति अतः निति च अत्र गुणस्य प्रसक्तिः एव नासीत् खलु अत्र अत्र इक्वर्णः एव नास्ति अतः तादृशचिन्तनमेव न आवश्यकम् अस्तु अस्तु अग्रे रामप्रियभगिनी अग्रे तन् इति धातुः यङ्लुगन्तधातुः तन् तन् रूपाणि वदति वा आम् एतत् हन् उभयपदी धातुः अस्ति अतः तत्र आत्मनेपदे बहवः ककारादेशः भवति बहुषु स्थलेषु तन् तन् इति यङ्लुगन्तरूपम् अस्ति यङ्लुगन्तधातुः अस्ति तत्र लट्लकारे ति इति प्रत्ययः हलादि प्रत्ययः अस्ति तत्र तन्तन् योगः ति नश्चापदान्तस्य जलि जल् प्रत्याहारे सवर्गः अस्ति इति कृत्वा नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति सूत्रेण तन्तन्ति इति रूपम्, अनन्तरम् ईति तत्रापि वर्णमेलनमेव तन्तनीति इति द्वितीयरूपं, तः तः तु अपित् अस्ति, तन्तन्योगः तः. इदानीं तत्र प्रथमसूत्रम् अस्माकम् अस्ति अनुदात्त उपदेश वनति तनोत्यादीनाम् अनुनासिक लोपो जलि निति इति सूत्रमस्ति. तत् सूत्रस्य प्रसक्तिः यङ्लुकी नास्ति. किमर्थम् इत्युक्ते तनोत्यादि इति गणेन निर्दिष्टमस्ति, अतः तस्य सूत्रं सत्सूत्रस्य प्रसक्तिः अत्र नास्ति. अस्माकं सामान्यसूत्रम् अनुनासिकस्य क्विजलोः ङति इति सूत्रस्य प्रसक्तिः अत्र. तत्र तु उपादायाः दीर्घः भवति तन्तान्तः इति रूपम्. अनन्तरं अनुस्वारस्य क्षम्यतां नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति सूत्रद्वयस्य अपि प्रसक्तिः अस्ति, तन्तान्तः इति एव रूपं भवति. अति अपि वदामि वा भगिनि? वदतु. तन्तन् योगः अति, तत्र अजादि अपित् अस्ति. अजादिः इत्युक्ते एतत् सूत्रस्य गमहनजनकसां लोपः नित्यनङ्गी इति सूत्रस्य प्रसक्तिः अत्र नास्ति, तन्तनति इत्येव रूपं वर्णमेलनमेव. अग्रे सुब्रह्मण्यं महोदय. तन्योगः सि इदानीं सि इति पित् प्रत्ययः, अतः अत्र किमपि अङ्गकार्यं नास्ति. इदानीं केवलमत्र नश्चापदान्तस्य झलि इत्यनेन नकारस्य स्थाने अनुस्वारः तन्तंसि इति रूपं भवति. तन्तन् योगः ईषि अत्र केवलं वर्णमेलनमेव तन्तनीषि. तन्तन् योगः थः अत्र पुनः यद्यपि थ इति झलादि नित् प्रत्ययः अस्ति अपित्वात् अत्र अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इत्यस्य कार्यं न भवति. अत्र केवलम् अनुनासिकस्य क्विझलोः क्निति इत्यनेन उपधायाः यः स्वरः अस्ति तस्य दीर्घत्वं येन तन्तान् योगः थः. इदानीमत्र नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः नकारस्य स्थाने, अनन्तरम् अनुस्वारस्य पुनः परसवर्णः नकारः, अतः तन्तान्थः तन्तान्थ रूपद्वयं. समीचीनं महोदय. अग्रे किमपि वक्तव्यं वा? रूपद्वयम् अत्र मध्यमपुरुष द्विवचने एकः एकं बहुवचने द्वितीयः तावदेव. अस्तु अस्तु, धन्यवादः. अग्रे अस्तु पुष्पा भगिनी अग्रे. अग्रे हि सः कथमायत् कथं आनीव आवामान लट्लकारे उत्तमपुरुष रूपाणि. ओ लट्लकारे वहामः मी वहामः इमि तु अस्ति न इमि अस्ति न मी इमि कुर्मः मी अस्तु मी मी मी वदतु मी मी प्रथमं मी पित् अस्ति हन् हन् योगः मी मकारः तु हन् अस्ति भगिनि तन्तन् तन् तन् तन्तन् तन्तन् तन्तन् योगः मी अत्र नकारः तु प्रथमतया अनुदात्तो पदेश वनति तनु इत्यादीनाम् अनुनासिक लोपो जलि निति इत्यनेन नकारस्य लोपः भवति. तन्त भगिनी एकक्षणम्, अत्र निमित्तं किम्? निमित्तं पित् अस्ति, भवति पित् प्रत्ययः इति उक्तवती खलु. प्रत्ययः नीति निजप्रत्ययः अस्तु, कित् नीति अस्तु अस्तु अस्तु अस्तु. तत्तु न, तत् कार्यं न करोति. अपि च मकारः जलादि अपि नास्ति, अतः तादृशचिन्तनमेव अत्र तिष्ठति. हन्मि हन् नास्ति भगिनि, तन् तन् तन् तन् तन्मि तन् तन्मि. वः वः तु ईमि इति इदानीं ईमि तु जलादि पित् अस्ति, ऐ मीन् अजादि अपि अजादि पित् अस्ति. तत्तु अजादि अस्ति चेत् कार्यम् अस्ति न भगिनि? अजादि अस्ति चेत् किम्? अत्र तु इक् वर्णः किमपि नास्ति, अतः किमपि कार्यं नास्ति, केवलं वर्णमेलनम्. अस्तु, तन् तन् तन् तन्तनीषि तन्तनीषि इमि इमि क्षम्यतां क्षम्यतां तन्तनीमि. वः तु लोपोर्योलि इत्यनेन एक वकारस्य लोपः भवति न? एकक्षणम्, अत्र तन्तन् इत्यस्मिन् अन्ते कः वर्णः, अङ्गस्य अन्ते कः वर्णः? नकारः. तर्हि नकारस्य तत्तु लोपः भवति न? नकारस्य लोपः केन सूत्रेण? तदेव अनुदात्तोपदेश वनति तनोत्यादीनां अनुनासिकज लोपो जलि इति. परन्तु अत्र प्रथमतया जल् वर्णः अस्ति वा बकारः? बकारः जल् नास्ति, जल् नास्ति. कित् नित् प्रत्यये परे वन्दातु अनुनास्ति जल् इति जलादिप्रत्यये परे कित् कित् अस्ति नित् अस्ति, नित् अस्ति परन्तु जलादि नास्ति. जलादि अस्ति चेत् एव कार्यं करोति. तत्तु न जनकः नास्ति, तत् कार्यं न करोति. गमनखं जनकं न, तत्तु एव कार्यं न करोति. तत्तु तदेव तिष्ठति भगिनि, वर्णमेलनं सत्यं. तन् तन्वः तन् तन्मः समीचीनं, सम्यक् भवति. तत्तु लोपो लोपोर्वलि कार्यं न करोति. लोपोव्योर्वलि इति तत्र वकार यकारयोः लोपः भवति, यदि वल् प्रत्याहार वल् प्रत्याहारस्य वर्णः परः अस्ति चेत् अत्र वकारः यकारः नास्ति खलु. वः मह तत्र निमित्तमस्ति, वलि अस्ति, परन्तु तन् तन् इत्यस्मिन् अन्ते नकारः अस्ति, न तु वकारः वा यकारः. तत् कार्यं करोति. अस्तु अस्तु, धन्यवादः. अस्तु अग्रे सरला भगिनी, लोटि. अस्तु ओके, लोटि प्रथमपुरुष एकवचन तन्तन् योग तु इति जलादिपित् अस्ति, अङ्गकार्यं भवति, सन्धिकार्यं भवति, तकारझलि अस्ति, दष्टापदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वारः भवति, पुनः तन्तान्तौ इति भवति, अनुस्वारस्य यै पर समवर्णनकारः पुनः आगच्छति, सो तन्तन्तु इति भवति. तन्तन् योग इतु अजादिपित् अस्ति, केवलं वर्णमेलनं भवति, तन्तनी तु इति भवति. तात् इति जलादि अपित् अस्ति, तन्तन् इति यङ्लुकि धातु अस्ति, अतः अनुदात्तो उपदेश वनति तनोति इत्यादि नासिकलोपो झलि इति तस्य कार्यं न भवति कारण की गणादि निर्दिष्टम् अस्ति, अतः सामान्यसूत्रम् अनुनासिकस्य क्वी झलुम् इति सूत्रेण उपधायां दीर्घ आगच्छति, सो तन् तन् तान् योगतात् इति भवति. तकार झलि अस्ति, अत्र नकारस्य पुनः नश्चापदांस्य झलि इति सूत्रेण तन् तान् योगतात् पुनः अनुस्वारस्य यै परसवर्ण तन् तान् तात् इति भवति. तथैव द्विवचने तन् तन्तान् ताम् इति आगच्छति. अतु इति अजादि अपि अस्ति, किन्तु कोऽपि सूत्रस्य अङ्गकार्यं न भवति, केवलं वर्णं मेलनं भवति. तन् तन्नत्तु इति आगच्छति. भगिनि अग्रे रामप्रिया भगिनि. आं भगिनि, हि इति प्रत्ययः अस्ति लोट् मध्यमपुरुष एकवचने, तत्र तन्तान् योगः हि, अपित् प्रत्ययः अस्ति, तत्र किमपि कार्यं नास्ति, तान् हि एव, हि इत्यस्य अतो हेः अद्य अत्र कार्यं न करोति. किमर्थम् इत्युक्ते अजन्ताङ्गं नास्ति, तन्तान् हि एव. अनन्तरं कार्यं सन्धिकार्यं तत्र की इति प्रत्ययः नश्चापदान्तस्य जल् प्रत्याहारे तु हकारः अस्ति, तत्तु आगच्छति, अनुस्वारस्य ययि परसवर्णः, तत्र तन्तान् हि एव आगच्छति. इत्येव रूपम्. अनन्तरं तात् इति प्रत्ययः, तदपि जलादि प्रत्ययः अस्ति, अतः तत्र उपधायाः दीर्घत्वं प्राप्नोति अनुनासिकस्य क्वि जलोहोङ् इति सूत्रेण तन्तान् तात् इति समाना प्रक्रिया तं तन्तान्तं तन्तान्त इति सर्वत्र सन्धिकार्यमपि अस्ति अनुस्वारस्य ययि क्षम्यतां नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति सूत्रद्वयं कार्यं करोति. सत्यम्. अस्तु, धन्यवादः भगिनि. अग्रे महोदय सुब्रह्मण्य महोदय. इदानीं लङ्लकारः भगिनि, लोटि उत्तमपुरुष एकवारम्. उत्तमपुरुष अस्तु अस्तु. अत्र तन्तन् योगः आनि आनि इति तु अत्र पित् प्रत्ययः, अतः अत्र केवलं वर्णमेलनमेव, तन्तनानि तन्तनाव तन्तनाम. लङ् अपि करोतु महोदय. इदानीम् अत्र तन्तन् इत्यस्य लङ्लकारे प्रथमं तु अत्र अडागमः, अतन्तन् योगः त, इदानीं त इति पित् प्रत्ययः, अपि च त इति अपृक्तसञ्ज्ञक प्रत्ययः, अतः इदानीम् अपि च धातोः अन्तिमवर्णः हल् वर्णः, अतः हल्न्याभ्यो दीर्घात् सुतिश्च प्रोक्तं हल् इत्यनेन अत्र अत्र तकार यः त इति प्रत्ययः अस्ति तस्य लोपः, अतः अतन् तन् इति रूपं भवति. अत्र समीचीनमेव न, अत्र कोऽपि सम्यक् अस्ति भगिनि, सम्यक् अस्ति महोदय. अग्रे किम् अत्र ध्वनिः श्रुतवान्, अतः चिन्तितवान् प्रायः पुष्पभगिनी. अस्तु अस्तु. अतन्तन् योगः ईत् अत्र तु केवलं वर्णमेलनमेव, अतन् तनीत् भवति, अतन्तन् योगः ताम्, इदानीं ताम् इति अपित्वात् नेत्वत् भवति, झलादि नित् प्रत्ययः, अतः अत्र विशिष्टसूत्रस्य कार्यं तु न भवति. किमर्थम् इत्युक्ते अत्र यथा वयं पूर्वं दृष्टवन्तः धातुः गणेन निर्दिष्टः, अतः अनुनासिकस्य क्विझलोः क्नेति इत्यनेन एव अत्र उपधायाः दीर्घादेशः. अतः अतन् तान् योगः ताम्. इदानीमत्र सन्धिकार्यं प्रथमं नश्चापदान्तस्य झलि इत्यनेन नकारस्य अनुस्वारः, अनन्तरम् अनुस्वारस्य ययि पर सवर्णः इत्यनेन अत्र तकारस्य सवर्णादेशः अनुस्वारेण सह, अतः पुनः नकारः. अतन् तान्ताम् इति रूपं भवति. अतन्तन् योगः उः. उः यद्यपि नित् प्रत्ययः, इदानीम् अपित्वात् नित्वत् भवति, परन्तु झलादिः नास्ति. अपि च तस्य प्रसङ्गः अत्र चतुर्थे सूत्रे नास्ति, अतः केवलमत्र वर्णमेलनं भूत्वा अतन्तनुः इति रूपं भवति. रूपाणि अग्रे समानमेव भवति, रूपाणि एव वदतु महोदय, यत्र कार्यं विशिष्टकार्यमस्ति तत्र एव वदतु. अतन्तन् भवति अत्र सकारस्य अत्र अपृक्तत्वात् लोपः. अतन्तनीः, अतन्तान्तम्, अतन्तान्त, अतन्तनम्, अतन्तन्व, वकारः नित् अस्ति, अतः झलिक्निति भूत्वा अत्र अतन्तान्व, अतन्तान् न न वकारः मकारः झलि नास्ति, किञ्चिन्तनमस्ति अत्र. अतन्तन्व, अतन्तन्म तावदेव. सम्यक् सम्यक् महोदय, धन्यवादः. प्रश्नः वा न भगिनि? सम्यक् अस्ति. अस्तु, पुष्पा भगिनी अग्रे विधिलिङ्ग्. विधिलिङ्ग् तु अपिट् अस्ति. अत्र तन्तन् वर्णमेलने एव तन् तन्तन्यात् तन्तन्यातां तन्तन्यो, तन्तन्याः तन्तन्यातां तन्तन्यात, तन्तन्यां तन्तन्याव तन्तन्याम. यत्र विधिलिङ्ग् अस्ति तत्र सामान्यतया अपित् इति न वदामः, साक्षात् नित् अस्ति. पूर्वं सुब्रह्मण्यमहोदय वर्गे उक्तवान्, स्मरति वा? धन्यवादः भगिनि. अग्रे सरला भगिनी अग्रे अत्र यत्र अत्र तन् योगः तप्रत्ययः अस्ति चेत् किं भवति? तन् योग तप्रत्ययः ककारस्य लशकु लशकु सज्जते इति सूत्रेण लोपः भवति. तन् योगत तन्त इदानीं तन् इति उपदेशे अनुदातु उपदेशे वनोति तनोति अनुनासिक इति सूत्रेण नकारस्य लोपः भवति. अत्र तत् इति भवति, तत् इति प्राप्तिपदिकं. सम्यक्. इदानीम् अत्र यङ्लुगन्तदातुः तन्तन् अस्ति चेत्? यङ्लुगन्तधातुः तन्तन् अस्ति चेत् तद् उपदेशे अनुनासिक तस्य कार्यं न भवति, कारणं तत् गणेन निर्दिष्टमस्ति. अनुनासिक क्विझलो इति भूत्वा तन्तान् योगत् आगच्छति, तन्तान्त इति भवति तत्र. अत्रापि पुनः सन्धिकार्यम् पुनः पुनः तन्तान्त पुनः सन्धिकार्यं भवति. नकारस्य अनुस्वारः भवति नश्चापदांश झलि, कारणकित झलि अस्ति, पुनः अनुस्वारस्य यै परसवर्णं भूत्वा नकार आगच्छति, तन्तान्त इति रूपं भवति. सम्यक् भगिनि, अस्तु, धन्यवादः. अत्र रामप्रिया भगिनी तन्तन् योगः त्वप्रत्ययः. त्वप्रत्ययः किल तन्तन् वा तन् वा भगिनि क्षम्यतां तन्तन् करोतु प्रथमं तन्तम् तन्तन् इति यङ्लुगन्तधातुः तन्तन् योगः त्वा इति प्रत्ययः तत्र ककारस्य लशक्वतदिते इति सूत्रेण इत्संज्ञा तस्य लोपः इति सूत्रेण लोपः त्वा इत्येव प्रत्ययः निरनुबन्धरूपप्रत्ययः तन्तन् योगः त्वा इदानीं तत्र अनुनासिकस्य क्विजलोः इति सूत्रेण उपधायाः दीर्घः भवति तन्तान्त्वा इति रूपम् अत्रापि पुनः सन्धिकार्यं तत्र मम एकः प्रश्नः अस्ति प्रायः सम्यक् वा इति न जानामि तत्र प्रथमम् अपि एकः नकारः तकारः अस्ति किल भगिनि तत्रापि प्रत्ययस्य एव नश्चापदान्तस्य जलि तत्रापि भवति किल तत्रापि भवति तत् तत् कार्यं तु धातोः निर्माण अवसरे एव जातं यदि इदानीं पुनः वक्तुम् इच्छति चेत् वक्तुं शक्नोति यदा हि यङ्लुगन्तधातोः निर्माणं जातं तस्मिन् सन्दर्भे तत्र नुक् नुक् आगमः भवति अनुनासिकान्तधातूनाम् अभ्यासस्य नुक् तत्र नुक् इति नकारः एव तिष्ठति तत्रैव पुनः नश्यापदान्तस्य जलि अनुस्वरस्य परसवर्ण सर्वं भूत्वा एव तन्तन् इति धातुः इदानीं अस्तु कार्यं समाप्तं तत्रैव तत्रैव धातुनिर्माणावसरे एव जातम् अवसरे अस्तु अस्तु अस्तु इदानीम् अत्र अस्माकं यकारान्तधातवः है गतौ भवती एव आरम्भं करोतु भगिनि जाहै अनन्तरं जाहै इति अपि यङ्लुकान्तधातुः अस्ति भगिनि करपत्रे अस्ति भगिनि अत्र करपत्रे अधोभागे यकारान्तधातवः हन्तेर्जः इत्यस्मात् पूर्वं हन्तेर्जः इत्यस्मात् पूर्वं है गतौ जाहै यङ्लुकि प्राप्तं वा यत्र दातवः दत्तमस्ति गम् खनु जन् हन् ततः तस्य अनन्तरं है है अस्ति वदतु भगिनि रामप्रिय भगिनि आम् इदानीं ति इति लट्लकारप्रत्ययः अस्ति हलादिचित् अस्ति जाहै योगः ति तत्र इति वल् प्रत्याहारे अस्ति आम् अस्ति अतः यकारान्तधातुः अस्ति इदानीं लोपो व्योर्वळि इति सूत्रस्य प्रसक्तिः अस्ति यकारस्य लोपः भवति जाहति इति रूपम् अनन्तरम् ईति इति तत् ईति इति अजादिपित् प्रत्ययः तत्र तु वर्णमेलनमेव जाहयीति जाहति जाहयीति इति रूपद्वयम् अनन्तरं द्विवचने तः जलादि कित्कित् प्रत्ययः जाहै योगः तः तत्र यकारादि तत्रापि लोपो व्योर्वळि इत्यस्य प्रसक्तिः तु अस्ति एव एतत् चत्वारि सूत्राणि तत्र कार्यं न करोति किमर्थम् अनुनासिकान्ताङ्गं नास्ति अतः तद् न कार्यं करोति लोपो व्योर्वळि एव यकारस्य लोपः जाहतः अति इति अजादि अपित् प्रत्ययः अतः तत्र वर्णमेलनम् एव जाहयति अग्रे सि ईषि इति अस्ति तत्रापि लोपो सि इति प्रत्ययस्य कृते तत्र लोपो व्योर्वलि इति कार्यं करोति वल् प्रत्याहारे अस्ति सकारः इति कृत्वा जाहसि ईषि जादि अस्ति जाहयीषि तः तत्रापि तदपि वल् प्रत्याहारे अस्ति यकारस्य लोपः लोपो व्योर्वलि इति सूत्रेण जाहतः जाहत समीचीनं भगिनि धन्यवादः अग्रे अत्र पुष्पा भगिनी अहं तु म्यूट् नास्मि. तकार लट्लकार मी मी न जाहयोगः मी मी जाहयोगः मी यकारस्य लोपः पित् अस्ति पित् पित् लोपः लोपो एकनिमिषं भवतस्यहारे परे बकारका लोपो भवति तत् प्रपित्य या कोऽपि न वदति तत् यकारस्य लोपः भवति न जाहै जाहै जाहामि इति आगच्छति. तत्र अन्यत् कार्यमपि अस्ति हकारस्य कोऽपि अस्ति हकारस्य इदानीं जाह इति अदन्तम् अङ्गम् अस्ति अनन्तरं मकारः अस्ति तर्हि यत्र यत्र पठामि इति वदामः खलु पठामि तत्र दीर्घ आयाति जहामि तत्तु दीर्घं कथम् आयाति सरला भगिनी वदतु अतो अतो दीर्घ इति सूत्रेण अतो दीर्घ ययि न अतो दीर्घ दन्ताङ्गस्य दीर्घ भवति जाहामि इति भवति जाहावः जाहामः भगिनी भगिनी सूत्रम् एकवारं वदतु. अहं चिन्तयामि अतो दीर्घो अतो दीर्घो ययि इति भवति हा सत्यम् अतो दीर्घो ययि इति सूत्रं ययि अस्तु जहामि जहामि जाहामि जाहामि जाहायिमि जाहयिमि न कथं वा भवति जाहै जाहैयोगः ईमि तत् जाहायिमि यकारः तिष्ठति तत्र यकारः तिष्ठति तर्हि जाहयिमि सत्यं वहामः जहावः जहामः यकारः गच्छति यकारः गच्छति हा लोपो अल्वलि सत्यम् अस्तु अत्रापि अतो दीर्घो ययि कार्यं करोति यथा भगिनी उक्तवती जहावः अग्रे लोटि करोतु लोटि तु तु पित् अस्ति अत्रापि जहा यकारस्य लोपः लोपोर्वलि तत्र तत्सूत्रेण इदानीं वदतु दीर्घ दीर्घायाति जाहातु इति एकक्षणम् अत्र ययि अस्ति वा तु तकारः जाहति जाहतु जाहति इति वदतु न जाहतु इति आगच्छतु जाहतु यकारस्य लोपं पूर्वे जाहतु इति आयाति सत्यं सत्यं सत्यम् अग्रे ई तु यकारः तिष्ठति जाहयितु इति आगच्छति तात्तु तातन् अत्र यकारस्य जाह या यकारस्य लोपः जाहतात् जाहतां तां तथैव जाहताम् असु तु अजादि जाहयतु. समीचीनं भगिनि, धन्यवादः. सरला भगिनि अग्रे. अस्तु, जाहयोग हि लोपोव्योर्वलि इति सूत्रेण यकारलोपः भवति. जाहयोग हि इदानीम् अतो हे इति सूत्रेण हि इति तस्य लोपः भवति, जाह इति आगच्छति. अन्ये भवति जाहतात्, जाहतं, जाहत, जाहयानि, जाहयाव, जाहयाम इति भवति. अन्यरूपाणि. समीचीनं भगिनि. अग्रे रामप्रिया भगिनि. आम्, लङ्लकारे इदानीम् अजाहै अडागमः भवति. अजाहै योगः तकारः. इदानीमेव तत्र लोपो व्योर्वलि इति सूत्रस्य अपि प्रसक्तिः अस्ति. हल्ञाभ्यो तु दीर्घासुतिस्य पृक्तं हल् इति सूत्रस्य अपि प्रसक्तिः अस्ति. तत्र लोपकार्यं प्रथमं स्यात् इति वयं वर्गे दृष्टवन्तः. अतः प्रथमं लोपकार्यम् इत्युक्ते लोपो व्योर्वलि इति सूत्रस्य प्रसक्तिः प्रथमम्. अतः अजाः योगः तकारः इति इदानीम् आगच्छति. अजाः योगः तकारः तप्रत्ययः इति यदा स्थितिः भवति तत्र हलन्त अङ्गं नास्ति. अतः हल्ङ्याभ्यो दीर्घाचुतिस्य प्रत्तं हल् इति सूत्रस्य प्रसक्तिः इदानीं नास्ति. अजाहत् इति रूपम्. समीचीनं, समीचीनं भगिनि. तत्र इतोपि किञ्चित् वदति वा, काशिकायां किं किं दत्तमस्ति, किमर्थं लोपग्रहणं प्रथमम् इति? आम्, तत्र महोदय उक्तवान् तत्र लोपो व्योर्वलि इति सूत्रे लोपः इति कार्यं लोपकार्यं लोपः इति आदेशकार्यं प्रथमं भवेत् इति कारणात् एव लोपो व्योर्वलि इति सूत्रे लोपः इति प्रथमं दत्तम् अस्ति इति. सामान्यतया यदा वयं सूत्रं पश्यामः चेत् तत्र प्रथमः प्रथमं स्थाने एव भवेत्. यदा इको यणचि इति सूत्रे इकः स्थाने यण् आगच्छति इति यदा सूत्रे अस्ति. परन्तु अत्र तु स्थानं न दत्तमस्ति, परन्तु कार्यं लोपः इति कार्यं प्रथमं दत्तमस्ति. अतः तत् कार्यमेव प्रथमं भवेत् इति कारणात् सूत्रमेव सूचयति तत्. समीचीनं भगिनि, समीचीनम्. अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु, अग्रे वदतु भगिनि. आं, तद् अजाहत् इति एकं रूपं. द्वितीयमस्ति अजाहै योगः ईत् इति. तत्तु अजादिः अस्ति, पित् अस्ति. अजाहयीत् इति द्वितीयरूपम्. अजाहै योगः ताम्, तत्रापि लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः. अजाहताम् उहु इति अजादि अपित् अस्ति, तत्र तु वर्णमेलनमेव. अजाहयुः इति रूपम्. अग्रे. आम्, अजाहै योगः सकारः सप्रत्ययः. तत्रापि समान चिन्तनमेव. वल् प्रत्याहारे सकारः अपि अस्ति. अतः लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः प्रथमं भवति. अनन्तरं यदा यकारस्य लोपः भवति चेत् इदानीं हल्ङ्याभ्यो दीर्घासुतिस्य कृतं हल् इति सूत्रस्य प्रसक्तिः नास्ति. अजाहस् रूपं समीचीनं वा भगिनि? तत्र किमपि ऋत्वविसर्गौ आगच्छति किल, सहजुषोरुः करवसानयोर्विसर्जनीयः इति सूत्रेण ऋत्वविसर्गौ आगत्य अजाहः इति रूपम्. ईः इति अजादिः अस्ति, अतः तत्र वर्णमेलनमेव अजाहैः इति रूपम्. अग्रे तं सस्यशरूप कार्यं करोति वा आदेशप्रत्ययोः कार्यं करोति? आदेशप्रत्ययोः इत्यस्य निमित्तमस्ति वा? हकार आगच्छति न लोपोव्यवली एण्को प्रत्याहारे अस्ति न हकार. हकारः साक्षात् पूर्वम् अस्ति वा? अस्तु अस्तु सारि अस्ति चिन्ता नास्ति. भगिनि तंत इति तत्र प्रक्रिया समाना अस्ति. तत्र तु यकारः लोपो व्योर्वलि इति सूत्रेण लोपः भवति. अनन्तरं वर्णमेलनम् अजाहतम् अजाहत. समीचीनं भगिनि, धन्यवादः. अग्रे सुब्रह्मण्य महोदय. इदानीमत्र अजाहै योगः अम् अत्र केवलं वर्णमेलनमेव. अजाहयम् अजाहै योगः वा, पुनः अत्र वा इति वलि अस्ति, अतः लोपो व्योर्वलि इत्यनेन अत्र यकारस्य लोपः अजाहव. तत्र मा अपि वलि अस्ति, अतः यकारस्य पुनः लोपः अजाहम. महोदय, अत्र अत्र अन्यत् किमपि कार्यमस्ति वा? एकनिमिषः, यदा लोपः भवति तदानीम् अत्र इदानीमेव वयं दृष्टवन्तः अतो दीर्घो यै यै इत्युक्ते अत्र जभै पर्यन्तम् अत्र वकारः यञ् प्रत्याहारे अस्ति भूत्वा अत्र अजाहव. मकारः अपि अस्ति भूत्वा जहा अजहाम भगिनी. अत्र अजाहावः अजाहाव तदेव महोदय उक्तवान्. अग्रे पुष्पा भगिनी. यात् यातां यु अत्र कोऽपि कार्यं नास्ति. अजाः यकारस्य लोपः भवति. अजाहायात् यकारस्य लोपः भवति वा? यकारस्य लोपः भवति वा प्रत्यहारे परे? वल् अस्ति न अजाहायात्. यकारः वलि अस्ति वा? यात् इत्यस्मिन् यकारः वलि नास्ति. तत्तु अजाहयाम् द्विवचनम् एकवारं वदतु. अजाहयातम् अत्र लोपो व्योर्वलि कार्यं न करोति खलु? न करोति. अस्तु समीचीनं. सरला भगिनी. किम् अजायनं भवति अडागमः नास्ति. पुनः एकवारं वदतु भगिनी रूपाणि. अस्तु अस्तु भगिनि, क्षम्यतां. सम्यक् वदतु सरला भगिनी. जाहय्यात् जाहय्यातां जाहय्युः जाहय्याः जाहय्यातां यातं जाहय्यात जाहय्यपुरुषे बहुवचने एकवारं वदतु. जाहय्यातं जाहय्यातां खलु? न न, बहुवचन मध्यमपुरुषे यातं जहै. न न, प्रथमपुरुषे बहुवचने, प्रथमपुरुषे बहुवचने रूपं यातां. न न न, प्रथमपुरुषे बहुवचने प्रथमपुरुषे बहुवचने जाहय्यातां द्विवचने अस्ति खलु तद् जाहय्युः खलु जाहय्युः वदतु वदतु अग्रे वदतु न श्रुतं सम्यक्तया जाहय्युः जाहय्याः जाहय्यातं जाहय्यात जाहय्यां जाहय्याव जाहय्याम समीचीनमस्ति क्षम्यतां न सम्यक्तया न श्रुतम् अतः एव पृष्टवती अस्तु अस्तु इदानीम् अत्र सरला भगिनी अत्र तन् इति धातुः पुनः एकवारम् अत्र तन् इति लट्लकाररूपाणि वदतु भगिनि प्रथमपुरुषे तन् इति तनोति तनादिगणे अस्ति तत् विक्रणपत्य आगच्छति अहं सूत्रं न जानामि कति शब्दस्य सूत्रस्य ओ आगच्छति तत्र भगिनि सूत्रस्य नाम किं तनादिकृण्भ्यः उः तनादिकृण्भ्यः उः तनादिकृण्भ्य उः तत्र शप् तस्य रूप तस्य उः आगच्छति तत्र तन् योग उः योग ति इति भवति इदानीम् अङ्गकार्यं न भवति तनु योग एव उः नास्ति भगिनि उ एव तन् योग उ आम् तन् योग उ योगति तिप् अस्ति पकार अस्ति अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण तस्य गुणं भवति तन्नोति इति भवति प्रथमपुरुष एकवचने तन् योगः उ योगः तः द्वितीयवचने अत्र तः इति ङिति गिति पडे अस्ति कार्यं गुणकार्यं निषेधः भवति अत्र तन्नु तन् तन् तन्नुतः इति भवति अन्ति अस्ति संयोग उः योग अन्ति अत्रापि केवलं सन्धिकार्यं भवति अत्र सन्वन्ति इति भवति सूत्रं किम् एकक्षणं पुष्पा भगिनि एकक्षणं सूत्रं किं संयोग उः योग अन्ति इको याचि इति सूत्रेण दृष्टं न तन् योग अन्ति भगिनि तीतः अन्ति कथमस्ति अत्र करपत्रे करपत्रे यङ्ग् लुक् इति धातु सिद्धमस्ति तन्नादिगणे तनादिगणे अस्ति परस्मैपदलति तीतः अन्ति शीतः मी वहम इति शुद्धप्रत्ययः अस्ति समीचीनं भगिनि क्षमा किम् अस्ति अद्य तावदेव अस्ति कोऽपि प्रश्नः वा भगिनी अत्र तन् धातोः उत्तमपुरुष द्विवचने रूपद्वयम् आगच्छति तन्वः तनुवः लोपश्च अन्यतरस्यां मोः इति सूत्रेण वदतु भगिनि अस्तु न न क्षम्यताम् उत्तमपुरुष उत्तमपुरुष क्षम्यतां मध्यमपुरुष इति उक्तवती वा क्षम्यताम् पृच्छामि सत्यं भगिनि सत्यं करोति तनोषि तनुथः तनुथ इति भवति सत्यं भवती करो राम रामप्रिय भगिनि धन्यवादः धन्यवादः भगिनि तत्र यदा भगिनी उक्तवती तत् तनु तनादिकृण्भ्यः उः इति तनु इति अङ्गमस्ति तनु योगः बह मह द्विवचने बहुवचने तत्र तनुयोगः वः तत्र रूपद्वयं किमर्थं तत्र तु लोपश्च अन्यतरस्यां मोहो इति सूत्रेण उकारस्य लोपः भवति क्षम्यतां बकारस्य लोपः भवति मोहो किल अतः मकारवकारयोः लोपः भवति अतः तनुवः तन्वः इति रूपं तनुमः वकारः यकारलोपः वा अथवा उकारस्य मकारवकारलोपः एकनिमिषं भगिनि अहं क्षम्यताम् उकारस्य लोपः उकारस्य लोपः एव प्रथमवारं सम्यक्तया उक्तवती आम् तन् योगः ऊ योगः वः इति आगच्छति तत्र लोपश्च अन्यतरस्यां वोः इति सूत्रेण उकारस्य लोपः भूत्वा तन्वः इति रूपम् अन्यस्मिन् पक्षे तनुवः इति रूपं तादृशमेव यदा महा इति स्वीकुर्मः चेत् तत्रापि लोपश्च अन्यतरस्यां वोः इति सूत्रेण उकारस्य लोपः तन्मः तनुमः इति रूपद्वयम् सत्यं भगिनि अत्र केवलं तावद् वदामि अत्र उकारात् पूर्वम् असंयोगपूर्वः भवेत् भवेत् अवगच्छामि वदतु भगिनि तत्र असंयोगपूर्व उकारः भवेत् स्पष्टं वा सरला भगिनि अहं विश्रामि संयोगपूर्वसंयोगपूर्व किम् अस्ति शक्नु वयं शक्नु इति वयं कृतवन्तः किल तत्र संयोगः अस्ति संयोगः इत्युक्ते द्वयोः हल् वर्णयोः मध्ये अच्वर्णः नास्ति इति शक्नु शक्नुवन्ति इति वयं कृतवन्तः किल परन्तु तन् इति धातोः तत्र किमपि संयोगः नास्ति तनु इति अङ्गस्य संयोगः नास्ति अस्तु उकारात् पूर्वम् उकारात् पूर्वम् उकारात् पूर्वं किम् अस्ति इति एकवारं वदतु तनु इत्यस्मिन् तनु इत्यस्मिन् उकारात् पूर्वं तन् इत्येव अस्ति तकारः नकारः तकारः अकारः नकारः संयोगः नास्ति इति वदामः तर्हि तत्र अकारः नकारः अस्ति इति कृत्वा संयोगः नास्ति खलु अस्तु समीचीनमस्ति धन्यवादः भगिनि धन्यवादः अन्यत् किमपि चिन्तनमस्ति वा नो चेत् समापयामः अस्तु तर्हि धन्यवादः नमस्कारः शुभरात्रिः धन्यवादः धन्यवादः महोदय